ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः श्रीगुरवे नमः नमस्कारः भगिनी धन्यवादः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानविषयः अस्ति अभ्ययानि इति तत्र पेज् 157 मध्ये स्मः किन्तु तस्य पूर्वं तत्र गीतायाः भगवद्गीतायाः श्लोकाः आसन् तस्मिन् विषये किञ्चित् चर्चां कृत्वा अग्रे गच्छामः तत्र श्लोकेषु मूलविषयः कः इत्युक्ते तत्र चतुर्थी विभक्ति इति तत्र यः कृपया म्यूट् कुर्वन्तु नो चेत् तत्र प्रतिध्वनिः भवति अन्यत्र कुत्रापि अस्ति वा हा अस्तु हा तत्र प्रथमतया तत्र पेज् 156 मध्ये तत्र भगवद्गीतायाः श्लोकाः सन्ति गतवर्गे तत् वयं न पठितवन्तः अतः तान् श्लोकान् पठित्वा अग्रे गच्छामः तत्र विषयः अस्ति चतुर्थी विभक्ति इति अस्तु गीताञ्जलि भगिनी नमस्कारः भगिनी नमस्ते महोदय नमस्कारः हा चिन्ता मास्तु भगिनि हा अस्तु तर्हि तत्र उषा भगिनी आरम्भं करोति वा तत्र कृष्णाय इति श्लोकस्य एतेषु श्लोकेषु चतुर्थिविभक्तिरूपाणि अवलोकयत कृष्णाय वासुदेवाय देवकीनन्दनाय च नन्दगोपकुमाराय गोविन्दाय नमो नमः तत्र सर्वत्र नमः अस्ति चेत् कः नियमः नमः अस्ति चेत् तत्र कः नियमः चतुर्थिविभक्ति इति समीचीनं अतः तत्र कानि तत्र नामानि कति सन्ति तत्र कृष्णाय वासुदेवाय देवकीनन्दनाय अपि च नन्दगोपकुमाराय गोविन्दाय एक द्वे त्रीणि चत्वारि पञ्च समीचीनं भगिनि इदानीं तत्र कृष्णाय इति स्थाने द्विवचनं किं भवति कृष्णाय कृष्णाभ्यां कृष्णाभ्याम् इति अस्तु वासुदेवाय इति तत्र बहुवचने किं भवति वासुदेवाय बहुवचनमस्ति वासुदेवाय वासुदेवाभ्यां वासुदेवेभ्यः वासुदेवेभ्यः समीचीनं भवति तादृशम् एव देवकीनन्दनाय तत्र देवकीनन्दनः तत्र प्रथमविभक्ति एकवचनरूपं पश्यामः तत्र कृष्णाय इति तत्र प्रथमविभक्ति एकवचनरूपं किं कृष्णः कृष्णौ न केवलम् एकवचनं तत्र कृष्णः अकारान्तरूपम् अकारान्तपुल्लिङ्गपदं पुनः तत्र वासुदेवाय तत्र एकवचन वासुदेव अकारान्त नन्दनः इति समीचीनं भगिनि अस्तु तदनन्तरं नन्दगोपकुमाराय नन्दगोपकुमारः अपि गोविन्दाय नन्दगोपकुमाराय नन्दगोपकुमाराभ्यां नन्दगोपकुमारेभ्यः तदनन्तरं गोविन्दाय प्रथमाविभक्ति गोविन्दः चतुर्थी एकवचनं गोविन्दाय गोविन्दाभ्यां गोविन्देभ्यः इति अस्ति भगिनि समीचीनं बहु समीचीनम् अस्तु अग्रे तत्र नरेश महोदय द्वितीयश्लोकः पठित्वा तत्र किञ्चित् वदति वा महोदय महोदय प्रपन्नपारिजाताय प्रपन्नपारिजाताय त्वत्त्वेत्रैकपाणये ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः हा तत्र नमः पुनः अस्ति, अतः सर्वत्र विभक्ति का अस्ति चतुर्थी विभक्ति. हा तत्र प्रपन्नपारिजाताय द्विवचने प्रपन्नपारिजाताभ्यः अनभ्याम् जातेभ्यः. समीचीनम्. अग्रे तत्र तोत्र वेत्रैकपाणये पाणये चतुर्थी विभक्ति तत्र प्रथमाविभक्ति एकवचनरूपं प्रथमाविभक्ति एकवचनरूपं किम् अस्ति महोदय तत्र पाणिः इकारान्त पुल्लिङ्ग तोत्रैकपाणिः तद् भवति पाणये इति. ततः तत्र कविः इवत् कविः इति पदस्य चतुर्थीविभक्तिरूपं किम् अस्ति कवये कविभ्यां कविभ्यः. अतः तत्र किं भवति तोत्र वेत्रैकपाणये पाणिभ्यां समीचीनं पाणिभ्यां तन्त्रं तोत्र वेत्रैकपाणिभ्यः पाणिभ्यः तावदेव पाणिभ्यः ह्रस्वैकारः एव. समीचीनं महोदय. अस्तु अग्रे तत्र ज्ञानमुद्राय प्रथम विभक्ति एकवचनं ज्ञानमुद्रः तत्र प्रायः ज्ञानमुद्रः एव भवति इति ज्ञानमुद्रः अकारान्तपदम् अपि तदनन्तरं ज्ञानमुद्राय ज्ञानमुद्राभ्यां ज्ञानमुद्रेभ्यः. समीचीनं महोदय. समीचीनं. तत्र गीतामृतदुहे तत् प्रायशः तत्र दुहे इति तद् कोऽपि अन्य कोऽपि जानाति वा तत्र दुहे इति रूपं किम् इति दुहे किमस्ति न जानामि. किं कः का उक्तवती लक्ष्मी भगिनी वा हरिशब्दवत् अस्ति चेत् तत्र हरिशब्दस्य चतुर्थी विभक्तिरूपं किम् अस्ति महोदय उपान हकारान्त स्त्रीलिङ्गपदमेकं रूपम् अस्ति तस्य चतुर्थी उपानहे अस्तु भगिनि तत्र द्रष्टव्यमस्ति दुहे इति तत्र कीदृशरूपम् इति तत्र भवति हलन्तपदम् इति प्रायश्च भवति अथवा विशेषपदं न स्मरामि तत्र अतः दृष्ट्वा एव वक्तव्यमस्ति गीतामृतदुहे इति. अस्तु महोदय पाणि इत्युक्ते किं महोदय पाणि हस्तं हस्तं किन्तु तोत्र वेत्रैक एकपाणि तोत्र वेत्रैकपाणये इति अस्ति तत्र इदानीं न स्मरामि तत्र अर्थः कः इति तत्र कोऽपि जानाति वा अन्य कोऽपि वक्तुम् इच्छति वा तत्र गीताञ्जलि भगिनी न जानामि तत्र दृष्ट्वा एव वक्तव्यमस्ति किन्तु तदपि न जानामि तत्र दुहे इति तद्रूपमपि द्रष्टव्यमस्ति भगिनि दुह इति एव अस्ति वा विशेषपदम् अस्ति वा चतुर्थीविभक्त्यां दुहे दुड्भ्यः अस्ति महोदय अत्र कीदृशपदं भगिनि? तत्र अकारान्तपुल्लिङ्गपदम् एव वा? आम् महोदय। हा धन्यवादः भगिनि। अस्तु अस्तु, प्रथमविभक्ति दुट् अस्ति, दुट् दुहौ, दुट् दुहौ दुहः। हा अर्थः कः? अर्थः न जानामि महोदय। अस्तु अस्तु भगिनि। तत्र सर्वे हलन्तपदाः, सर्वे हलन्तपदानि तादृशमेव भवन्ति भगिनि, किन्तु तत्र भवते, महते इति तदस्ति, किन्तु तत्र वदतु भगिनि। दुहे इति स्पोकन् संस्कृत मध्ये गिव् मिल्क् यील्ड् डिसैड् आब्जेक्ट् इति अस्ति महोदय। दुहे इति क्रियापदम् अस्ति, किन्तु तत्र क्रियापदं न, समस्तपदं गीतामृतदुहे इति। हा किन्तु क्रियापदम् अत्र नास्ति भगिनि, यतोहि तत्र नमः इति किल। न न भगिनि, अत्र क्रियापदं नास्ति, नामपदमेव, किन्तु प्रायशः अर्थ तादृश अर्थसम्बद्धपदम् अस्ति, इत्युक्ते तत् ददाति इति, गीतामृतं ददाति इति, तत्र ददाति इति इति अर्थः तत्र। हा वदतु महोदय। तत्र यदा गो अस्ति तस्य क्षीरं दुग्धं, यः क्षीरं क्षीरं बहिः आगच्छति, तद् दुः महोदय। ओ सा क्रिया अस्ति दुः इति। अस्तु अस्तु, सा क्रिया अस्ति मिल्किङ्ग् इति अस्ति। हा किन्तु अत्र यः अत्र मिल्क् मेन् अथवा मिल्कर् इति प्रायः अस्ति, यः करोति पर्सन्, तेन तेन गीतामृतं बहिः आगच्छति इति वयं पातुं, वयं प्राप्तुं शक्नुमः तेनैव वयं गीतामृतं प्राप्तुं शक्नुमः इति। अस्तु धन्यवादः महोदय। अस्तु सर्वे मिलित्वा तत्र किञ्चित् अवगमनम् अभवत्, धन्यवादः महोदय। अष्टाध्यायी मध्ये तुहे इति उत्तम पुरुष एकवचनं, स्तोत्र वेत्रैक पाणये। यः हस्ते एकं दण्डं नीत्वा गृहीत्वा यः अस्ति, आं महोदय, स्तोत्र वेत्र एकपाणि, एकपाणि एकपाणि तत्र तोत्र वेत्र। अस्तु तोत्र वेत्र इत्युक्ते दण्डः वा इति तद्। अस्तु महोदय, धन्यवादः महोदय। अस्तु धन्यवादः महोदय। चित्रे भवान् द्रष्टुं शक्यते, विप् इन् वन् हेण्ड् अण्ड् स्टिक् इन् अनदर् हेण्ड्। अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु महोदय, धन्यवादः धन्यवादः महोदय। अस्तु एतत् प्रायशः तत्र किं भगवद्गीतायाः ध्यानश्लोके एव अस्ति खलु, एतत् तृतीयध्यानश्लोके, तृतीयध्यानश्लोके अस्ति। तत् समीचीनम्। अस्तु अस्तु, धन्यवादः महोदय, समीचीनम् अस्ति। तत्र ध्यानश्लोकः कः लिखितवान्, तत्र कोऽपि स्मरति वा ध्यानश्लोकः भगवद्गीतया? ध्यान अस्ति महोदय, किन्तु मधुसूदन सरस्वती स्वामी महोदय वदन्ति सम्पाद्रं कृतवान्, अन्तिमश्लोकः अस्ति तद् भगवत् श्रीमद् भागवत मुखं करोति वाचलम् इति वा? न महोदय, मुखं करोति वाचलम् अन्तिमं नास्ति, तदपि प्रसिद्धमेव, तत्तु अन्यकृते, किन्तु भागवतश्लोक, भागवतश्लोकम्। अस्तु महोदय, समीचीनं। तत्र किञ्चित् शास्त्रस्य अपि पाठः भवत्, धन्यवादः महोदय। अस्तु समीचीनम्। अस्तु तत्र चतुर्थीविभक्तिरूपम् अपि तत्र दृष्टवन्तः, तत्र दुहे अपि द्वितीयविभक्ति क्षम्यतां, बहु द्विवचने बहुवचने रूपं किम् अस्ति भगिनि? उषा भगिनि महोदय, दुड्भ्यां दुड्भ्यः. अस्तु समीचीनं, अस्तु महोदय. महोदय क्षम्यताम्. हा लट् भगिनि वदतु भगिनि. अष्टाध्यायी मध्ये दुह् इति दुहे इति उत्तमपुरुष एकवचन लट् लकार परस्मैपे दो क्रियापदं नास्ति भगिनि, क्रियापदं नास्ति. दुहाते दुहते भगिनि, एतत् क्रियापदं नास्ति भगिनि, एतत् नामपदम् अस्ति. नमः इति अस्ति खलु गीतामृतदुहे, नमः इति अस्ति. नमः इति अस्ति चेत् तत्र नामपदम् अपि चतुर्थीविभक्तिरूपम् इति भगिनि. समीचीनं वा भगिनि? अस्तु अस्तु, अग्रे तत्र अग्रे गच्छामः. इदानीं तत्र गीतञ्जलि भगिनी अग्रे पठति वा तत्र परित्राणाय इति? आं महोदय. परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्मसंस्थापनार्थाय सम्भवामि युगे युगे. तत्तु प्रसिद्धश्लोकः महोदय. सत्यं सत्यं. परित्राणाय इति एकं चतुर्थी एक वचनरूपं परित्रा. इदानीं तत्र नमः नास्ति, अतः चतुर्थीविभक्तिरूपस्य अर्थः कः इदानीं? परित्राणं कर्तुम् अथवा परित्राणार्थम्. परित्राणार्थम् इति अर्थं किमर्थम् इति सः अत्र किम् अस्ति सम्भवामि युगे युगे किमर्थं परित्राणाय परित्राणार्थम् कस्य परित्राणार्थम्? परित्राण परित्राणम् इत्युक्ते किं कोऽपि जानाति वा, वक्तुम् इच्छन्ति वा? प्रोटेक्ट्. प्रोटेक्ट् टु प्रोटेक्ट् त्रायते रक्षणं रक्षणं. कस्य रक्षणं कस्य परित्राणं धर्म न न अग्रिम अग्रिमपदमेव परित्राणाय साधूनाम् अत्र तु साधूनाम् इति बहुवचनं बहुवचनं समीचीनं भगिनि. साधूनां परित्राण तेषां परित्राणाय सम्भवामि. अग्रे अपि विनाशाय अपि चतुर्थी विनाश कस्य विनाशाय दुष्कृताम् दुष्टानां विनाशाय च सम्भवामि युगे युगे युगे. अग्रे तत्र अन्तिमं तृतीय अर्थाय तृतीय धर्मसंस्थापनार्थाय तत्रापि तत्र यथा षष्टि आसीत् पूर्वं प्रथमापि द्वितीय अत्रापि किं वक्तुं शक्नुमः संस्थापनार्थाय संस्थापनार्थाय तत्र तत्र संस्थापनार्थाय इति अस्ति. तत्र संस्थापनार्थम् अथवा संस्थापनाय इति भवति संस्थापनार्थाय. तत्र स्थापनम् अर्थाय न संस्थापनार्थाय तत्र संस्थापनं धर्मस्य संस्थापनं तत् कर्तुं सम्भवामि इत्युक्ते कृष्ण वदति कृष्णस्य वचनं श्रीकृष्णस्य वचनं युगे युगे सप्तमी भगिनि समीचीनं भगिनि. तत्र दुष्कृतां साधूनाम् इति तत्र षष्टि बहुवचनं षष्टि दुष्कृताम् अपि च दुष्टानां समान एव समानार्थः दुष्टजनाः अपि दुष्टजनाः दुष्टजनाः इति दुष्टजनान् दुष्टजनानां विनाशाय जनानां विनाशाय षष्टि बहुवचनं अस्तु अग्रे धन्यवादः भगिनि अग्रे शोभा भगिनि आं महोदय इदं ते न तपस्काय न भक्ताय कदाचन न च अशुश्रूषवे वाच्यं न च मां यः अभि असूयति इति अस्ति इति मन्ये महोदय अभ्यसूयति अभि योगः असूयति अभ्यसूयति इदं ते इदम् इति न अतपस्काय इदं तु इदम् इति इदम् इति प्रायश तत् अत्र 18.66 इति अस्ति खलु भगिनि एतत् प्रायश एतत् अन्तिम अध्यायस्य प्रायश बहु अन्ते भवति भगवद्गीतायाः तत्र अतः तत्र इदम् इति भगवद्गीतां न वाच्यं तत्र अहं न श्रीकृष्णः वदति एतद् अहं न दास्यामि कस्मै न दास्यामि इति अस्तु इदं ते ते इत्युक्ते सहतौ ते न सहतौ ते न भगिनि न दास्यामि इति अतः चतुर्थी तत्र तत्र किन्तु तत्र तेषां तेषां कृते न दास्यामि इति नास्ति वा महोदय अर्थः तदेव अस्ति भगिनि अर्थः सः एव किन्तु अहं चिन्तयामि तत्र ते इत्युक्ते तस्मै इति प्रायशः तस्मै न दास्यामि तस्मै न तत्र न वाच्यं न वाच्यम् इति अस्ति भगिनि न वाच्यं तत्र किं न वाच्यम् अस्तु अस्तु न वाच्यं ये तपस्काः न सन्ति तत्र न तपस्काय के यः न तपः न कुर्वन्ति अपि च अभक्ताय अभक्ताः के न सन्ति तेषां कृते कदाचन कदाचन अस्तु न च अशुश्रूषवे श्रोतुम् इच्छा नास्ति यस्मिन् श्रोतुम् इच्छा नास्ति तस्मै अपि वाच्यं न च मां यः अभि असूयति अपि च ये जनाः असूयन्ति तेषां कृते अपि तत्र अतः इदं ये तपस् न कुर्वन्ति ये भक्ताः न सन्ति ये श्रोतुं न इच्छन्ति इदं वाच्यं ये तत्र असूयन्ति असूयति ये असूयन्ति तेषां कृते इदं नास्ति एतत् भगवद्गीतायाः बोधनम् अहं न ददामि अहं तस्य उपदेशं न ददामि तत्र तपस्कः गीतां पठितुम् अर्हता यस्य पार्श्वे नास्ति ते तु अर्हता विना तु किमपि न प्राप्तुं शक्नुमः खलु किमर्थं चेत् ते विपरीतक्रमेण अवगच्छन्ति अतः सत्यं अवगन्तुं न शक्नुवन्ति अतः एतत् शास्त्रं तु तेषां कृते गुह्यम् एव भवति चेत् समीचीनः इति समीचीनः सत्यं भगिनि समीचीनं अतः तत्र अर्हता कस्य पार्श्वे नास्ति यः अतपस्कः अतपस्कः इत्युक्ते यः तपः न करोति सः अतपस्कः तत्र तपस्काय इति एकवचने अस्ति, द्विवचने तपस्काय इत्युक्ते रामाय इति भवति इति. तपस्काभ्यां अतपस्कः अतपस्कः अकारः अतपस्कः अतपस्काय अतपस्काभ्याम् अतपस्केभ्यः इति तेभ्यः अहं न ददामि इति श्रीकृष्णः वदति. तदनन्तरं तत्र अभक्तः अपि च अशुश्रूषवे इति अस्ति. तत्र प्रथमविभक्तिरूपं किम् अस्ति? तत्र गुरु गुरुशब्दोद्भवति, अतः शुश्रूषुः. शुश्रूषुः अथवा तस्य पूर्वम् अकारः अश्रूषुः. क्लेशः अस्ति किन्तु तदेव अस्ति. तदनन्तरं यो यः अभ्यस्तूयति इति तावदेव. अस्तु, अतः तत्र वयम् इदानीं दृष्टवन्तः तत्र चतुर्थीविभक्तिरूपः रूपं बहुत्र भवति. तत्र नमः यत्र अस्ति तत्र भवति, अपि यत्र किमर्थम् इति प्रश्नः अस्ति तस्य उत्तरे अपि चतुर्थीविभक्तिरूपं भवति. अपि सर्वत्र नमः भवति चेत् तत्र अष्टोत्तरशतनामावळि वा सहस्रनामावळि वा अथवा किमपि स्तोत्रेषु यत्र नमस्कारः भवति तत्र सर्वत्र चतुर्थीविभक्तिरूपाणि एव पश्यामः इति विषयः. अस्तु तर्हि, अतः तत्र एतत् श्लोकान् एकवारं किञ्चित् परिशीलितवन्तः. इदानीम् अग्रे गच्छामः तत्र अव्ययानि इति विषयः. अस्तु, धन्यवादः. अग्रे गच्छामः. अत्र इदानीं तत्र शीतल भगिनी नमस्कारः. अस्तु, अग्रे नमस्कारः भगिनी. अस्तु, लक्ष्मी भगिनी तत्र कथां पुनरेकवारं आरम्भतया पठित्वा तत्र अहं चिन्तयामि तत्र गतवर्गे तत्र प्रायशः परिच्छेदत्रयं वयं पठितवन्तः, किन्तु एकवारं शीघ्रतया पठित्वा किञ्चित् पुनस्मरणं कुर्मः भगिनि. तत्र प्रथमपुरा इति आरभ्य तत्र अन्धाय आनन्दाय देहि इति तावत्पर्यन्तं पठित्वा किञ्चित् वदतु भगिनि. अन्धाय आनन्दाय देहि एतां कथां सावधानतया पठत. पुरा देवलः नाम सर्वशास्त्रकोविदः धार्मिकः ऋषिः आसीत्. तस्य सुवर्चला नाम गुणवती कन्यका आसीत्. पुरा पूर्वं देवलः नाम सर्वशास्त्रकोविदः इत्युक्ते जानाति सर्वशास्त्रान् जानाति जानाति सः धार्मिकः अपि आसीत्. ऋषिः धर्ममाचरति धार्मिकः ऋषिः अपि आसीत्. तस्य सुवर्चला नाम गुणवती कन्यका आसीत्. सुवर्चला तस्य पुत्री आसीत्. समीचीनं भगिनि. सुवर्चला यदा प्राप्तवयस्का जाता तदा देवलः पुत्रीं कस्मै ददामि इति चिन्ताकुलः अभवत्. यदा सुवर्चला युवती अभवत् तदा देवलः तस्य पुत्रीं कस्मै ददाति इति चिन्ताकुलः अभवत्. तत्र पुत्र्याः विवाहस्य विषये चिन्ताकुलः अभवत्. चिन्तामग्नः अथवा तस्मिन् विषये चिन्तनं बहु चिन्तनं सः कुर्वन् आसीत्. अग्रे तदा सुवर्चला एव पितरम् उक्तवती, पितः माम् अन्धाय आनन्दाय देहि इति. तदा सुवर्चला उक्तवती पितरम् उक्तवती माम् अन्धाय आनन्दाय देहि. अतः तत्र यः मम विवाहः अन्धाय आनन्दाय न मम विहा मम विवाहः इत्युक्ते तत्र तृतीया भवति हा केन सह भवति केन सह भवति तत्र मह्यं तत्र मां ददातु कस्मै ददातु इत्युक्ते अन्धाय अनन्दाय किन्तु मम विवाहः इत्युक्ते तत्र केन सह तत्र अन्धेन अनन्देन सह हा यः अन्धः अस्ति अनन्दः अपि अस्ति तेन मम विवाहं करोतु इति समीचीनं भगिनि धन्यवादः अस्तु अग्रे रघुवीरन् महोदय अग्रे वदति वा आं महोदय त्वं यथा ददासि तत् श्रुत्वा देवलः तत्र द्वितीयपरिचयश्रुत्वा देवलः अवदत् पुत्री किमर्थम् उन्मत्ता एव वदसि इति सुवर्चला अवदत् इतः नाहम् उन्मत्ता एव वदामि सत्यमेव वदामि भवान् येभ्यः मां दातुं चिन्तयति तादृशान् ऋषिकुमारान् अत्र आनयतु अहमेव योग्यं चिनोमि इति महोदय श्रुत्वा अपि त्वान्त प्रयोगं महोदय तदपि अव्ययमेव महोदय अव्ययम् अस्ति सत्यं महोदय अग्रिमम् इव तत्र देवलः इति देवलः किं वदति पुत्री किमर्थम् उन्मत्ता इव वदसि किमर्थं तत् तादृशं सः वदति देवलः अन्धाय अपि अनन्धाय अपि साधारणतः वयं चिन्तयामः यः अन्धः अस्ति सः अनन्दः नास्ति अपि यः अनन्दः अस्ति सः अन्धः नास्ति इति तत्र किन्तु सा उक्तवती अन्धः अपि अनन्दः अपि भवेत् इति अतः तत्र तस्याः पिता वदति एतत् उन्मत्ता इव ते तस्य उन्मत्ता यः अस्ति अथवा यः अस्ति तस्य तादृशवदनम् अस्ति इति वचनम् अस्ति इति समीचीनं महोदय अतः प्रश्न महोदय एतस्य वाक्यं यथा पुत्री वदति माम् अन्धाय अनन्धाय देहि इति वाक्यं कीदृशवाक्यं महोदय इति विपरीतार्थकवाक्यं समीचीनं महोदय विपरीतार्थकम् इत्युक्ते भगिनि आपोजिट् तदेव इदानीं सम्पूर्णकथा अस्मिन् एव विषये अस्ति भगिनि आं भगिनि आं महोदय किन्तु मम प्रश्नः कथं संस्कृतभाषायां वदामः इति वाक्यस्य कीदृशवाक्यम् अस्ति इति वाक्यं तत्र किमपि नास्ति तत्र न भगिनि तत्र केवलं तत्र मां तत्र उत्तमाय गुणवते अपुरुषाय मां देहि इति तत्र विशेषणम् इति भवति खलु तावदेव एतत् यदि विशेषणस्य यत्र यत्र विशेषणद्वयं विशेषणत्रयम् अस्ति भगिनि तत्र उत्तमाय पुरुषाय मां देहि इति यत्र भवति तादृश अत्र सर्वं भवति भवेत् अस्मिन् पुरुषे इति तादृशरूपम् अस्ति भगिनि अस्तु महोदय अतः तत्र तत्र अन्धाय अनन्दाय देहि उत्तमाय पुरुषाय देहि इति किन्तु तत्र उत्तमः पुरुषः तत्र विरोधः नास्ति अत्र विरोधः अस्ति सत्यं भगिनि सत्यं अस्तु अस्तु रघुवीरेन्द्रमहोदय अग्रे तत्र तदनन्तरं सुवर्चला किं वदति पुत्री उन्मत्ता इव इति पदद्वयमपि अव्ययानि महोदय इतः नाहम् उन्मत्ता इव वदामि सत्यमेव वदामि भवान् येभ्यः मां दातुं चिन्तयति तादृशान् ऋषिकुमारान् अत्र आनयतु. महोदय दातुम् इति अव्ययं हा दातुं तुमुन् तत्र यत्र हा त्वान्तरूपं तुमुन् रूपं सर्वं तत्र अव्ययमेव भवति. यतोहि तत्र अहं दातुं गच्छामि, भवान् दातुं गच्छति, भवन्तः दातुं गच्छन्ति इति तत्र धातुं रूपं समानं भवति खलु. पुरुषभेदः नास्ति, वचनभेदः नास्ति, लिङ्गभेदः नास्ति. हा न चिन्तयतु सत्यं. हा तत्र येभ्यः मां दातुं चिन्तयति तादृशान् तान् तादृशान् ऋषिकुमारान् अत्र आनयतु. तदनन्तरम् अहमेव योग्यं चिनोमि इति. हा अहमेव तेषु तत्र ऋषिकुमारेषु योग्यम् अहमेव चिनोमि इति सुवर्चला वदति. समीचीनं महोदय. अस्तु अग्रे तत्र ललिता भगिनी अग्रे वदति वा किञ्चित्. ललिता भगिनी त्वं यथा वदसि तथा इति उक्त्वा देवलः तादृशान् ऋषिकुमारान् आनेतुं सर्वेभ्यः आश्रमेभ्यः शिष्यान् प्रेषितवान्. अग्रे एव अव्ययानि इति विषये अग्रे एव भवति. तत्र यथा तथा इति पेज् 159 मध्ये तत्र अभ्यासं भवति. तत्र त्वं यथा वदसि तथा अहं करोमि इति तत्र पूर्णवाक्यं भवति. तथा अहं करोमि इति उक्त्वा देवलः तस्य पिता उक्त्वा तादृशान् कृतवान् देवलः किं कृतन् तादृशान् ऋषिकुमारान् आनेतुं सर्वेभ्यः आश्रमेभ्यः तादृशान् इति द्वितीया बहुवचने ऋषिकुमारान् विशेषविशेषणभावं तत्र द्वितीयविभक्ति बहुवचनम् तदनन्तरम् आनेतुम् इति क्रियासूचक अस्ति. आनयतु किम् आनयति इति वक्तुं शक्नुमः. सकर्मकधातु अस्ति. समीचीनं भगिनि. इदानीं तदनन्तरं किं भवति सर्वेभ्यः आश्रमेभ्यः बहुवचन चतुर्थी बहुवचन अस्ति. तत्र किमर्थं चतुर्थी अस्ति तत्र तत्र चतुर्थी समीचीनमेव अस्ति भगिनि. चतुर्थी समीचीनमेव किन्तु किमर्थम् इति तत्र किञ्चित् वक्तव्यमस्ति. नो चेत् क्लेशः भवति तावदेव. किन्तु समीचीनं तत्र चतुर्थी बहुवचनम् अस्ति. तदनन्तरं शिष्यान् प्रेषितवान्. कः प्रेषितवान्? कः प्रेषितवान्? देवलः. देवलः तस्य शिष्यान् प्रेषितवान्. आश्रमेभ्यः प्रेषितवान् प्रेषितवान् आङ्ग्लभाषा मास्तु भगिनि. एतत् आङ्ग्लभाषायाः वर्गः नास्ति खलु. अस्ति वा नास्ति खलु. या इति या इति स्त्रीलिङ्ग यः पदस्य यः अथवा या इति अस्ति. आङ्ग्लभाषा मास्तु भगिनि. अस्तु ये शिष्याः आश्रमे वसन्ति न अस्तु अस्तु अस्तु. तत्र किञ्चित् वक्तव्यमस्ति भगिनि. अस्तु तत्र ईमेल् प्रेषयतु इति चिन्तयतु. ईमेल् प्रेषयति भवती तत्र तस्मै ईमेल् प्रेषयामि. तस्मै इति चतुर्थी विभक्तिरूपं भवति. समीचीनं भगिनि. अतः एषः कस्मै अथवा केभ्यः प्रेषितवान् आश्रमेभ्यः प्रेषितवान्, तान् प्रेषितवान्, शिष्यान् प्रेषितवान्, ईमेल् ईमेल् प्रेषितवती. तत्र ईमेल् इति कर्मपदं भवति, अत्र शिष्यान् इति कर्मपदं भवति. शिष्यान् प्रेषितवान् कस्मै अथवा केभ्यः प्रेषितवान्? सर्वेभ्यः आश्रमेभ्यः शिष्यान् प्रेषितवान्. तत्र गत्वा शिष्याः किं कुर्वन्ति? तत्र गत्वा शिष्याः वदन्ति, यः योग्यः ऋषिकुमारः, ये योग्याः ऋषिकुमारः सन्ति ते सर्वे अत्र आगच्छन्तु, सुव तत्र देवलस्य आश्रमम् आगच्छन्तु, तत्र सुवर्चलायाः विवाहं कर्तुं शक्नुवन्ति न वा इति पश्यन्तु इति भवति. अस्तु, धन्यवादः भगिनि. अग्रे देवलस्य प्रभावं सुवर्चलायाः ख्यातिं च श्रुत्वा बहवः ऋषिकुमाराः तां परिणेतुम् आगताः. हा, इदानीं तत्र एतत् कुर्मः भगिनि, तत्र ताः परिणेतुम् आगताः, तत्र परिणेतुम् आगताः के आगताः? समीचीनं भगिनि, ऋषिकुमारः विवाहं कर्तुं प्रयोगः. अस्तु भगिनि, तत्र ऋषिकुमारः सुवर्चलां परिणेतुम् एकनिमिष भगिनि, एकनिमिष, ऋषिकुमारः सुवर्चलां परिणेतुम् आगताः. आगताः इति विशेषणं भवति ऋषिकुमाराः इति पदस्य. आगताः सन्ति, आगताः सन्ति. अस्तु, तदनन्तरं तत्र बहवः तदपि विशेषणम् अस्ति. इदानीं तद् भागं कृतं, तस्य पूर्वं श्रुत्वा त्वान्तरूपं, किं श्रुत्वा? किं श्रुत्वा? ख्यातिं श्रुत्वा. कस्य ख्यातिं? ख्यातिम् इत्युक्ते कीर्तिः इति. कस्य ख्यातिं? सुवर्चलायाः ख्यातिं, ख्यातिं श्रुत्वा अपि अन्यत् किमपि श्रुत्वा वा, अन्यत् किमपि श्रुत्वा ते आगताः वा? केवलं ख्यातिं वा अथवा अन्यत् किमपि ते श्रुत्वा तत्र आगताः? देवलस्य प्रभावं. हा, देवलस्य प्रभावः, देवलस्य प्रभावं श्रुत्वा, सुवर्चलायाः ख्यातिं च श्रुत्वा बहवः ऋषिकुमाराः सुवर्चलां परिणेतुं देवलस्य आश्रमम् आगताः इति. समीचीनं भगिनि, अस्तु, धन्यवादः. अग्रे उषा भगिनी अग्रे वदति वा? धन्यवादः भगिनि. अग्रे देवलः आगतः. देवलः तान् सर्वान् विधिवत् सम्पूज्य पुत्रीम् अवदत्, पुत्री एतेषु योग्यं वरय, तस्मै ऋषिकुमाराय त्वां दास्यामि इति. देवलः तान् सर्वान् विधिवत्, तान् सर्वान् इत्युक्ते ऋषिकुमारान्, तान् सर्वान् ऋषिकुमारान् विधिवत्, यथा विधि अस्ति तद् अनुसृत्य, विधिम् अनुसृत्य सम्पूज्य, समुपसर्गपूर्वकं तेषां तत्र सत्कारं कृत्वा सम्पूज्य, सम् उपसर्गपूर्वकं पूज्य लेप् तत्र त्वान्तरूपं यथा अव्ययम् अस्ति, लेबन्तरूपमपि अव्ययम् अस्ति. पुत्रीम् अवदत्, पुत्रीं तत्र कर्मपदमस्ति. पुत्री, पुत्री सम्बोधनप्रथमविभक्ति. एतेषु योग्यं वरय, एतेषु सप्तमी विभक्ति बहुवचनं, योग्यं एतेषु केषु? एतेषु ऋषिकुमारेषु योग्यं वरय, योग्यं वरय, वरय तत्र तं यः योग्यः अस्ति, एतेषु यः योग्यः अस्ति तं वररूपेण स्वीकरोतु, तेन सह विवाहं करोतु. तस्मै ऋषिकुमाराय त्वां दास्यामि. तस्मै चतुर्थी विभक्ति, ऋषिकुमाराय अपि चतुर्थी विभक्ति, त्वां सा ते ताः तां त्वां न न न सा न त्वं त्वम् इति त्वं युवा त्वं युवां यूयं त्वां युवां युष्मान् तत्र द्वितीयभक्ति एकवचनरूपं त्वां दास्यामि ऋट्लकारः अस्ति दास्यामि दास्यामि अपि तत्र त्वाम् इति कर्मपदं भवति त्वां दास्यामि हा अस्तु अग्रे अपि अग्रे अपि एक वाक्यं वदतु भगिनि अस्तु महोदय प्रथमं करोमि अनन्तरं पृच्छामि महोदय अस्तु अस्तु भगिनि अस्तु सुवर्चला तान् दृष्ट्वा उक्तवती सुवर्चला तान् दृष्ट्वा इत्युक्ते ऋषिकुमारान् दृष्ट्वा उक्तवती भवतुः यः अन्धः अस्ति आनन्दः अस्ति तस्मै पिता मां दास्यति इति भवत्सु भवत्सु इत्युक्ते भवती तत्र भवत्सु भवत्सु इति भवान् शब्दस्य भवत् शब्दस्य सप्तमी विभक्ति बहुवचनं भवति भवति भवतोः भवत्सु यः अन्धः अस्ति आनन्दः अस्ति इत्युक्ते द्रष्टुं शक्यते अपि च न द्रष्टुं शक्यते द्रष्टुं न शक्यते न शक्यते इति अस्ति तस्मै तावत्पर्यन्तं भगिनि अस्तु प्रश्नः आसीत् इति उक्तवती प्रश्नः महोदय अपि तत्र द्वितीयपरिच्छेदे हे पितः माम् अन्धाय अनन्धाय देहि इति सुवर्चला वदति परन्तु यदि स्वयमेव पितः द्रष्टुं न उक्तवती परन्तु लैक् सा स्व अन्धाय अनन्धाय इति गुणसम्पन्नवरेण सह परिणेतुम् इच्छति इति वक्तुं शक्नुमः वा महोदय किं किं किं पुनः एकवारं भगिनि पिता पिता द्रष्टुम् उक्तवती किल अत्र सुवर्चला परन्तु अहं चिन्तितवती यदि सा परिणेतुम् इच्छति ऋषिकुमारान् परिणेतुम् इच्छति कीदृश ऋषिकुमारान् इत्युक्ते अन्धाय अनन्धाय इति अहं लिखितवती अन्धाय अनन्धाय इति गुणसम्पन्नवरेण इति सम्यक् अस्ति वा महोदय तत्र विभक्ति तृतीया भवति भगिनि किमर्थम् अन्धाय अनन्दाय ऋषिकुमाराय गुणसम्पन्नाय ऋषिकुमाराय गुणसम्पन्नवरेण अस्तु गुणसम्पन्नवराय वराय अस्ति वा महोदय देहि वराय देहि तत्र तेन सह विवाहं करोतु चेत् तत्र विवाहं करोतु चेत् तृतीयरूपम् किन्तु तत्र देहि इति अस्ति खलु अतः चतुर्थी विभक्तिरूपं न महोदय देहि अहं माम् अन्धाय अनन्दाय देहि वाक्यं लैक् इन् डिफरेण्ट् वे तस्य अर्थः समानार्थक समानार्थक वाक्यं लेखितुम् इच्छामि चेत् कथं लिखामि हा तत्र अस्तु भगिनि किन्तु एतावत् समीचीनप्रश्न एतावत् तस्य वाक्यस्य अर्थः वयं न तत्र वाक्यं सम्यक्तया न अवगच्छामः खलु अन्धः अस्ति आनन्दः अपि अस्ति कीदृशः एषः पुरुषः इति प्रश्नः भवति खलु आं महोदय हा किन्तु अग्रे दृष्ट्वा पुनः प्रयत्नं कुर्मः तस्य समानार्थकः वाक्यं किम् अस्ति समीचीनं वा अस्तु महोदय हा अस्तु अस्तु तर्हि इदानीं तत्र पिता मां दास्यति इति अस्ति अस्तु इदानीं तत्र शुभदा भगिनी अग्रे पठति वा आम् महोदय. ऋषिकुमाराः तस्याः वचनं श्रुत्वा तत्र मध्ये अस्ति ऋषिकुमाराः तस्याः वचनं श्रुत्वा विस्मिताः जाताः. ततः सर्वे परस्परं मुखं दृष्ट्वा असन्तोषेण देवलं कटुवचनैः निन्दित्वा स्वस्थानाय गतवन्तः. ततः सुवर्चला सन्तोषेण पितृगृहे एव आसीत्. अस्तु, इदानीं तत् कुर्मः, तदनन्तरं पश्यामः. वदतु भगिनि. ऋषिकुमारः यत् तस्य सुवर्चलायाः वचनं अशृणोत् अशृण्वन् तदा ते सर्वान् विस्मिताः जाताः, आश्चर्यचकिताः जाताः. एतत् किम्, एषा किं वदति इति ते सर्वे चिन्तितवन्तः. अन्धः अस्ति, आनन्दः अपि अस्ति इति तत्र ते सर्वे तत्र विस्मिताः नत्वा आश्चर्यचकिताः जातः. ततः सर्वे परस्परं मुखं दृष्ट्वा असन्तोषेण देवलं कटुवचनैः निन्दित्वा स्वस्थानाय गतवन्तः. तदनन्तरं ते सर्वे ऋषिकुमाराः परस्परं मुखं दृष्ट्वा इति त्वान्त अव्यय, परस्परं मुखं दृष्ट्वा असन्तोषेण एकः अन्यस्य मुखं दृष्ट्वा एतत् किम् अहं तत्र मम विश्वासः नास्ति, एतद् अहं श्रुतवान् वा, एतत् सत्यं वा, एतादृशं वाक्यं स उक्तवती वा इति तत्र परस्परं मुखदर्शनं कृत्वा किं कृतवन्तः. देवलं कटुवचनैः निन्दित्वा तत्र असन्तोषेन इति भावः, असन्तोषेन इति तत्र तृतीयाविभक्तिभाववाचकः भवति, अपि माध्यममपि भवति. तत्र असन्तोषेन इति भावः तृतीया, देवलं निन्दित्वा इति अस्ति. केन निन्दित्वा? तत्र माध्यमम् अस्ति कटुवचनैः निन्दित्वा. एतत् तत्र द्वयमपि तृतीयविभक्ति, किन्तु एकः भावः अस्ति, अन्यत् माध्यमम् अस्ति. कटुवचनैः निन्दित्वा तदनन्तरं स्वस्थानाय गतवन्तः इत्युक्ते स्वस्य आश्रमं गतवन्तः, स्वस्थानं गतवन्तः अपि वक्तुं शक्नुमः. स्वस्थानाय गतवन्तः. ततः सुवर्चला सन्तोषेण पितृगृहे एव आसीत्. तदनन्तरं सर्वे ऋषिकुमारः ये आगताः ते सर्वे पुनः गतवन्तः. तदनन्तरं सुवर्चला सन्तोषेण पितृगृहे एव आसीत्. अस्तु, समीचीनम्. अस्तु भगिनि, अत्र अग्रिमे अपि तत्र एकमेव वाक्यमस्ति, तदपि करोतु. अथ कदाचित् श्वेतकेतुः नाम न्यायविशारदः ऋषिकुमारः एतं वृत्तान्तं श्रुत्वा तत्र आगतवान्, यत्र देवलस्य आश्रमः आसीत्. एकः ऋषिकुमारः यः न्यायविशारदः आसीत्, तस्य नाम श्वेतकेतुः, सः एतं वृत्तान्तं श्रुत्वा तत्र आगतवान्. तत्र प्रायशः तत्रापि रक्तवर्णे भवेत् इति मन्ये. तत्रापि अव्ययम् अस्ति, यत्र तत्र इति. देवलस्य आश्रमम् आगतवान् देवलस्य आश्रमम् आगतवान् इति वक्तुम् इच्छन्ति, किन्तु यत्र तत्र इति अग्रे भवति इति कृत्वा तादृशरूपं तत्र स्वीकृतम् अस्ति. समीचीनं भगिनि. तत्र अतः कदाचित् इत्युक्ते तदनन्तरम् एतत् सर्वं जातं, तदनन्तरं कदाचित् कति कतिचन दिनाः भवन्ति, तदनन्तरं केचन दिनानन्तरं एषः श्वेतकेतुः नाम न्यायविशारदः. न्यायविशारदः इत्युक्ते कः? विशारदः इति विद्वानः, न्यायस्य विषये विद्वांसः, विद्वान् विद्वान् हा. न्यायविशारदः इत्युक्ते यः न्यायशास्त्रं जानाति इति. न्यायस्य विषये, न्यायस्य विषये हा, न्यायशास्त्रः हा, तत्र न्यायः अन्यायः इति न, तत्र न्यायशास्त्रः इति. न्यायशास्त्रः यः जानाति हा, तादृश तादृश ऋषिकुमारः एतं वृत्तान्तं, वृत्तान्तम् इत्युक्ते विषये, तत्र सर्वे आगतवन्तः अपि सा उक्तवती, तस्याः वचनम् अपि निन्दनं सर्वं किं किम् अभवत् तत् सर्वं वृत्तान्तं. सुवर्चलायाः परिणयं, परिणयस्य वृत्तान्तं हा श्रुत्वा, श्रुत्वा देवलस्य आश्रमम् आगतवान्. अस्तु, पूर्वम् अनेकाः ऋषिकुमाराः आगताः आसन्, इदानीं तत्र केवलम् एकः एव अस्ति इदानीं श्वेतकेतुः इति. अस्तु, पश्यामः सः किं करोति इति. अस्तु, वेदा भगिनी अग्रे पठति वा? आम् महोदय. देवलः तं विधिवत् सम्पूज्य पुत्रीम् उक्तवान्. देवलः श्वेतकेतुं सम्पूज्य लप्रत्यय पूजा कृतवान्, स्वागतं सा स्वागतं विधिवत् स्वागतं कृत्वा, तत्र तस्य सत्कारं कृत्वा, अतिथिः सत्कारम् पुत्रीम् उत्तर उक्तवान् पुत्रीं वक्तुम् उद्दालकस्य पुत्रः एषः श्वेतकेतुः महाप्राज्ञः अस्ति. तत् श्वेतकेतु केतव केतुः विभक्ति केतवः श्वेतकेतोः श्वेतकेतोः परिचयः श्वेतकेतोः परिचयः परिचयः कः इत्युक्ते परिचयं कृतवान् एषः, तत्र देवलः श्वेतकेतोः परिचयं कृतवान्. कः श्वेतकेतोः? उद्दालकस्य पुत्रः. एषः श्वेतकेतुः उद्दालकस्य पुत्रः अस्ति, अपि महाप्राज्ञः, सः महाप्राज्ञः अस्ति, बुद्धिमान् अस्ति अथवा बुद्धिमान् अस्ति इति, बुद्धिमान् अस्ति, महाप्राज्ञः अस्ति. एतं वरय श्वेतकेतुः एतम् इति पदस्य प्रथमविभक्तिरूपं किम् अस्ति? एषः श्वेतकेतुः अस्ति, एतं वरय वरय इति किम् अस्ति? करोतु इति. तत्र लोट्लकारः लोट्लकारः पुरुषः कः? वरय ओ वरय मध्यमपुरुषः वा? मध्यमपुरुषः एकवचनं, समीचीनं भगिनि. तत्र तत्र पठतु इति अस्ति, किन्तु प्रथमपुरुषे पठतु इति अस्ति, मध्यमपुरुषे पठ इति एव अस्ति खलु, तादृश वरय. सुवर्चला तत् श्रुत्वा कुपिता अभवत्. सुवर्चला तत् श्रुत्वा पितुः वचनं, तत्र पितुः वचनं, पितुः वचनं श्रुत्वा सुवर्चला कुपिता अभवत्. क्रोधिता अभवत् तदा श्वेतकेतुः ताम् अवदत्. तदा श्वेतकेतुः ताम् अवदत् तामर्थं सुवर्चलां केतुः अवदत्, अहम् अन्धः अस्मि, आनन्दः अपि अस्मि अस्ति. ओ तदा श्वेतकेतुः ताम् अवदत्, श्वेतकेतुः स्वर्चलाम् अवदत् अवदत् अहम् अन्धः अस्मि आनन्दः अपि अस्मि इति. सः उक्तवान् अहम् अन्धः आनन्दः अपि अस्मि इति. कथं तं किमर् तत् कथम् इति भवति, तत् कथं भवति? तत्र साधारणतया पुरुषः कोऽपि अस्ति चेत् सः अन्धः भवति अथवा आनन्दः भवति, किन्तु भवान् वदति त्वम् अन्धः अस्ति अपि आनन्दः अपि अस्ति इति वदति, तत् कथं भवति इति, कथं भवति इति सुवर्चला पृच्छन् अपृच्छत्. तत्र तत्र श्वेतकेतुम् अपृच्छत् इति अपि तत्र वक्तुं शक्नुमः इति. सुवर्चला श्वेतकेतुम् अपृच्छत् अपृच्छत्. समीचीनं भगिनि, अस्तु धन्यवादः. अग्रे तत्र अग्रे तत्र नरेश महोदय अग्रे किञ्चित् पठति वा? आम् महोदय. श्वेतकेतुः अवदत् परमात्मनः कारणादेव जीवात्मा अहं पश्यामि शृणोमि जिघ्रामि वा. परमात्मा एव चक्षुः, वस्तुतः सः एव पश्यति नाहम्. अतः अहम् अन्धः, किन्तु मम कदापि संशयः न भवति. अतः संशयाभावरूपं चक्षुः मम अस्ति, अतः अहम् अनन्धः. एवम् अहम् अन्धः अनन्धः अपि इति. श्वेतकेतुः अवदत् परमात्मनः कारणादेव जीवात्मा अहं पश्यामि. श्वेतकेतुः वदति इदानीं तत्र सुवर्चला तं पृष्टवती, तत्र भवान् उक्तवान् भवान् अन्धः अस्ति अनन्दः अपि अस्ति इति, तत् कथं भवति इति तस्य किञ्चित् समाधानम् आवश्यकमस्ति इति सः वदति. अतः सः विवृणोति कथं सः अन्धः अस्ति अपि आनन्दः अस्ति इति. अतः तत्र परमात्मनः सः अवदत् परमात्मनः कारणादेव जीवात्मा अहं पश्यामि. परमात्मनः इति विभक्ति का तत्र? षष्टि. हा परमात्मनः कारणात् एव, तस्य कारणात् एव, कारणात् अहम् एव, कारणात् पञ्चमी विभक्ति, कारणात् एव जीवात्मा अहं जीवात्मा अहं जीवात्मा अस्मि, किन्तु अहं पश्यामि. कथं पश्यामि? कस्मात् कारणात् अहं पश्यामि? कस्मात् कारणात् अहं पश्यामि? परमात्मनः कारणात् एव जीवात्मा यः अहं जीवात्मा अस्मि, किन्तु अहं परमात्मनः कारणात् एव अहं पश्यामि अपि शृणोमि जिघ्रामि वा. जिघ्रामि इत्युक्ते तत्र घ्राणेन्द्रियम् अस्ति, नास घ्राणेन्द्रियं स्मेल् इति, तत् तत्र इन्द्रियैः किं किं भवति तत्र, तत्सर्वम् अहं कथं कर्तुं शक्नोमि? परमात्मनः कारणात् एव कर्तुं शक्नोमि. तत्र केवलम् अतः तत्र केवलं तत्र वदामः चक्षुषा पश्यामः इति वदामः खलु, किन्तु एषः वदति चक्षुषा पश्यामि, किन्तु एतत् कस्मात् कारणात् भवति? परमात्मनः कारणात् एव एतत् कर्तुं शक्नोमि अहं, द्रष्टुं शक्नोमि इति. अतः परमात्मा एव चक्षुः, परमात्मा चक्षुः अस्ति. यतोहि कथं सः वदति परमात्मा एव चक्षुः इति? सा पश्यति परमात्मनः कारणात् पश्यति. अतः परमात्मा नास्ति चेत् तत्र परमात्मा नास्ति चेत् सः न द्रष्टुं शक्नोति. आम् आम् अतः परमात्मा एव चक्षुः एव चक्षुः चक्षुः वस्तुतः सः एव पश्यति. सः परमात्मा. हा सः परमात्मा एव पश्यति. वस्तुतः सः परमात्मा एव पश्यति. न अहम् अहं न पश्यामि. अहं न पश्यामि. सः परमात्मा एव पश्यति. अतः अतः अहम् अन्धः. सः एव पश्यति. अतः अहम् अन्धः इति इदानीं सः किं स्थापितवान् तत्र? अहम् अन्धः इति तत् सम्यक्तया स्थापितवान्. तत् सिद्धं खलु? तत् सर्वे इदम् इदानीम् अङ्गीकुर्वन्ति खलु? सर्वे तत्र प्रश्नः अस्ति वा? तत्र कोऽपि सर्वे अङ्गीकुर्वन्ति वा तत्र श्वेतकेतुः अन्धः इति? तस्य विवरणं, श्वेतकेतोः विवरणं सर्वे अङ्गीकुर्वन्ति वा? श्वेतकेतुः अन्धः. अतः सः अन्धः. अस्तु, अग्रे अग्रे नरेश महोदय इदानीं सः कथं सः आनन्दः इति विवृणोति अग्रे. कदापि संशयः न भवति. तत्र संशयः न भवति इति, मम संशयः कदापि न भवति इति. तत्र संशयः अस्ति चेत् यदि भवान् वदति मम संशयः अस्ति इति, तत्र प्रश्नः किं भवति? कस्मिन् विषये संशयः अस्ति इति प्रश्नः भवति. अतः तत्र श्वेतकेतोः संशयः कस्मिन् विषये अस्ति? कस्मिन् विषये कदापि संशयः न भवति? सः परमात्मनः कारणात् पश्यति, परन्तु संशयः न भवति. सः तत्र समीचीनं महोदय. तत्र सः किं वदति? मम कदापि संशयः न भवति. अहं न पश्यामि इति विषये तस्य कदापि संशयः न भवति. सः सर्वदा चिन्त्य तत्र अहं न पश्यामि इति सः कदापि न चिन्तयति. तस्मिन् विषये संशयः एव नास्ति तस्य. मम कदापि संशयः न भवति अहं न पश्यामि इति विषये. अतः अतः संशयभावरूपं चक्षुः मम अस्ति. तत्र मम चक्षुः अस्ति. किन्तु कीदृशः चक्षुः? तत्र विशेषणम् अस्ति. विशेषणं चक्षुः पदस्य विशेषणम् अस्ति संशयाभावरूपम्. तत्र संशया अभावरूपं चक्षुः इति. तत्र अभावरूपं तत्र एतत् अभाव इति पदस्य कारणात् एव तत्र पूर्वम् उक्तमस्ति न्यायकोविदः इति. तत्र पूर्वम् आसीत् खलु तत्र न्यायविशारदः इति विवरणम् आसीत् खलु तत्र श्वेतकेतोः? तत् किमर्थम् इति इदानीं तत्र अवगन्तुं शक्नुमः. तत्र संशयस्य अभावरूपं, तत्र न्यायशास्त्रे अभावः इति, तत्र पूर्वमपि एकां कथायाम् एतत् अभावः इति पदम् आगतम् आसीत्. कोऽपि स्मरति वा अभावः इत्युक्ते किम् इति? अस्तु, तत्र अभावः इत्युक्ते तत्र एतत् किं न वर्तते. न वर्तते इति. तत्र न्यायशास्त्रे एतादृश व्यवहारं भवति. तत्र घटः अस्ति, तत्र अस्तित्वं, घटस्य अस्तित्वम् इति वदन्ति. यदा घटः नास्ति चेत् तदानीं ते न वदन्ति घटः नास्ति इति न वदन्ति. ते वदन्ति घटस्य अभावः अस्ति इति वदन्ति. अतः तत्र अभावः, अभावः इत्युक्ते तद् नास्ति. अत्र किं नास्ति? संशयः नास्ति. संशयः यत् नास्ति तादृशः चक्षुः, तादृश अभावरूपं चक्षुः. तत्र संशय विना, संशय अभावरूप उपचक्षुः इत्युक्ते तत्र चक्षुः कीदृशचक्षुः कीदृशं चक्षुः इत्युक्ते तत्र संशयः एव नास्ति, संशयस्य अभावः अस्ति तत्र, अतः संशयाभावरूपं चक्षुः मम अस्ति, अतः अहम् अनन्तः, अहं न अन्धः, अहम् अनन्तः, हा अतः अहम् अनन्तः, यतोहि मम चक्षुः अस्ति, मम चक्षुः अस्ति अपि मम चक्षुः किं चिन्तयति, मम चक्षुः चिन्तयति अहमेव पश्यामि, अत्र कोऽपि संशयः नास्ति, अहमेव पश्यामि इति मम चक्षुः चिन्तयति, अतः अहमेव पश्यामि, अतः अहम् आनन्दः अस्मि इति. अग्रे महोदय. एवम् अहम् अन्धः आनन्दः अपि इति. हा एवम् एवम् इत्युक्ते एतादृशी रीत्या अहम् अन्धः अपि अस्मि, आनन्दः अपि अस्मि, एतद्वयमपि एतद्वयमपि अहं स्थापितवान् तत्र, अहम् अन्धः इति स्थापितवान्, आनन्दः अपि तदपि अहं स्थापितवान्, तस्य विवरणं कृतवान्, अतः अहम् अन्धः अस्मि, आनन्दः अपि अस्मि इति. अस्तु समीचीनं महोदय. अस्तु अग्रे गीताञ्जलि भगिनि. अग्रे एवम् इत्युक्ते एषा रीत्या अथवा एतया रीत्या इन् दिस् वे इति एवम् एवं बै दिस् इति अथवा इन् दिस् वे बै दिस् इति एवम् एतद्वयं स्वीकुर्वन्ति चेत् अहम् अन्धः आनन्दः अपि इति तदपि स्वीकुर्वन्ति सर्वदा एवं तदेव तत्र एव इति आसीत् किन्तु इदानीम् एवम् इति अस्ति किन्तु एवम् इति पदस्य अर्थः सर्वदा इति अस्ति एव महोदय इति सत्यं सत्यं एवम् इति चिन्तयितुं शक्नुमः सत्यं भगिनि अहं देर्फोर् मन्ये किन्तु तत्तु असमीचीनं न महोदय न एवम् इत्युक्ते इति एतया रीत्या धन्यवादः पठामि वा महोदय अग्रे भगिनि तत्र श्वेतकेतोः श्वेतकेतोः उत्तरेण सुवर्चला नितरां सन्तुष्टा अभवत् सा पितरम् अवदत् पितः एषः मह्यं रोचते मया एषः वृतः अस्ति माम् एतस्मै ददातु इति श्वेतकेतोः इत्युक्ते षष्ठी श्वेतकेतोः उत्तरेण सुवर्चला उत्तरेण इत्युक्ते तृतीया उत्तरेण सुवर्चला नितरां सन्तुष्टा का सन्तुष्टा सुवर्चला सन्तुष्टा सुवर्चला सुवर्चला सन्तुष्टा नितरां सन्तुष्टा प्रायशः तदपि अव्ययमेव अस्ति इति मन्ये भगिनि किन्तु द्रष्टव्यमस्ति किन्तु तत्र प्रायशः अत्र नियमः अस्ति यत् रक्तवर्णे अस्ति तद् अव्ययमेव किन्तु यद् रक्तवर्णे नास्ति तद् न अव्ययं न इति नियमः नास्ति अस्तु उत्तरेण सुवर्चला अभवत् सन्तुष्टा अभवत् सा पितरम् अभवत् पितरं तु द्वितीय विभक्तिकर्मपदम् अवदत् तु लङ्लकाररूपं सा इत्युक्ते कर्तृपदं सा सुवर्चला सुवर्चला अवदत् कम् अवदत् पितरम् अवदत् पितः तु सम्बोधन एषः मह्यं रोचते रोचते इति धातु तु सर्वदा चतुर्थी एव स्वीकरोति मह्यं रोचते इत्युक्ते चतुर्थी एकवचन अहम् अस्मत् पदस्य एषः इत्युक्ते श्वेतकेतुः एषः श्वेतकेतुः मह्यं रोचते रोचते मया एषः वृतः अस्ति कर्मणि प्रयोग महोदय मया एषः अहम् एतं चिनोमि तत्र तस्य सेलेक्षन् इति अहम् एतत् अहं सेलेक्टेड् हिम् अथवा हि हेस् बिन् सेलेक्टेड् बै मी इति अर्थे वृतः मया एष वृणोमि अपि समीचीनं अहम् एतं वृणोमि अहम् एतं वृणोमि तु कर्तरिप्रयोग अहम् एतं वृणोमि अस्तु तदनन्तरम् अस्ति माम् एतस्मै ददातु अपि दाने किमपि दाने अर्थे अस्ति चेत् कर्म क्रियापदम् अस्ति चेत् अपि चतुर्थी आयाति एतस्मै इत्युक्ते श्वेतकेतवे मम प्रश्नः आसीत् तत्र अहं प्रष्टुम् इष्टवान् किन्तु भवती उक्तवती तस्य पूर्वमेव तत्र एतस्मै कस्मै एतस्मै श्वेतकेतवे इति समीचीनं भगिनि श्वेतकेतवे ददातु लोट् लकार ददातु इति समीचीनं तत्र पश्यतु इति रक्तवर्णे नास्ति इति तु रक्तवर्णे अस्ति महोदय मम पुस्तके इति वा मम पुस्तके इति अत्र इति कृष्णवर्णे अस्ति पूर्वम् इति रक्तवर्णे अस्ति इति वा अस्तु भगिनि अस्तु मम पुरातनमुद्रणः अस्ति इति अतः मुद्रणम् अस्ति इति प्रायशः अस्तु अग्रे एकमेव वाक्यमस्ति भगिनि देवलः अपि अत्यन्तं सन्तोषेण श्वेतकेतवे सुवर्चलां दत्तवान् सुवर्चला श्वेतकेतोः सह धर्मचरी अभवत् तौ दम्पती दीर्घकालं यावत् सुखेन गार्हस्थ्यं गार्हस्थ्यम् आचरितवन्तौ देवलः अपि अत्यन्तं सन्तोषेण श्वेतकेतवे सुवर्चलां दत्तवान् कः दत्तवान् देवलः दत्तवान् कम् अपि च कां दत्तवान् सुवर्चलां दत्तवान् कस्मै दत्तवान् श्वेतकेतवे दत्तवान् केन दत्तवान् अत्यन्तं सन्तोषेण दत्तवान् अत्यन्तसन्तोषेण भावः सन्तोषेण दत्तवान् सुवर्चलां श्वेतकेतवे देवलः दत्तवान् समीचीनं भगिनि अग्रे सुवर्चला श्वेतकेतोः सहधर्मचरी अभवत् सहधर्मचरी तु इत्युक्ते पत्नी न महोदय सत्यं भगिनि तत्र धर्माचारविषये तत्र सहधर्मचरी इत्युक्ते धर्मकार्ये केवलम् एकः एव न कर्तुं शक्नोति खलु तत्र सहधर्मपत्नी भवेत् खलु तत्र अतः धर्मचरी आम् महोदय इत्युक्ते धर्मस्य आचरणे धर्मस्य आचरणे तत्र श्वेतकेतुः अस्ति तत्र श्वेतगुरुणा श्वेतकेतुना सह श्वेतकेतुना सह धर्म च धर्मस्य आचरणं सुवर्चला करोति इति. किन्तु अत्र तु सः अस्ति, किन्तु श्वेतकेतोः तु षष्ठी महोदय. सत्यं भगिनि, तत्र सः धर्मचरी इति समस्तपदम् अस्ति. इत्युक्ते धर्मस्य आचरणं करोति केन सः इति, तत्र सः धर्मचरी इति भवति. कस्य सः धर्मचरी इत्युक्ते केन सः धर्मस्य आचरणं करोति इति. केन सः तु श्वेतकेतेन, श्वेतकेतुना, श्वेतकेतुना सह, श्वेतकेतुना सह धर्मस्य आचरणं करोति. अतः तत्र सः धर्मचरी इति रूपं स्वीकृतं चेत् तत्र कस्य सः धर्मचरी भवति, श्वेतकेतोः सः धर्मचरी भवति. वदतु भगिनि. चरति धर्मस्य मार्गे, तदपि, तदपि आचरणमिति अहं चिन्तितवान्. सत्यं भगिनि, तत्र चरति इति तदपि तत् प्रायशः तत्र सम्यक् एव अस्ति. सहधर्मिणी अस्ति, सहधर्मिणी, सहधर्मिणी अपि अस्ति. सत्यं भगिनि, सर्वं तत्र धर्मपत्नी इति रूपं अर्थः समानः. किन्तु तत्र केवलं धर्मपत्नी इति तद् वदामश्चेत् तत्र किं भवति, तत्र अर्थसमानः. किन्तु एतद् रूपं किं वदति, तत्र धर्मस्य आचरणे तत्र तुलना, तत्र साम्यम् अस्ति इति खलु. एकस्य आधिक्यम् अस्ति, अन्यस्य न्यूनता अस्ति इति तादृशः नास्ति. ईक्वल् इति तत्र सः धर्मचरी. सा इदम् एव इष्टवती, तस्याः पतिः धर्मचरः इति वक्तुं शक्नुमः वा? तत्र धर्मचरी, तत्र सः धर्मचरी प्रायशः भवति भगिनि. तत्र पुल्लिङ्गे किं भवति महोदय? चरी, चरी, चरिन् इति भवति प्रायशः. धर्मचरीन्, ब्रह्मचारिन् इति अस्ति खलु, तादृश धर्मचरी. एषः श्वेतकेतुः स धर्मचरी अस्ति इति. सत्यं भगिनि, सत्यं. समानमार्गे आचरति पति पत्नी. इति अर्थः. सत्यं, सत्यं. तत्र समानं सन् एतत् पदस्य वैशिष्ट्यं तदेव अस्ति इति अहं मन्ये महोदय. पत्नी पदस्य स्थले सः धर्मचरी इति. सत्यं भगिनि, एतत् बहु सम्यक् अस्ति. तत्र सहधर्मचरी अथवा सहधर्मधर्मिणी इति मह्यमपि रोचते भगिनि, सत्यमेव. महोदय, दम्पती कविशब्दवत् अस्ति वा महोदय? तत्र दम्पती कविः, कवि पुल्लिङ्गिशब्दः. सत्यं, सत्यं. तत्र दम्पती इति दीर्घ इकारः अस्ति खलु, तत्र द्विवचने त्वौ दम्पती. सत्यं, सत्यं भगिनि, तौ दम्पती इति. सत्यं भगिनि. तत्र श्वेतकेतुः सहधर्मचरी अभवत्. तौ दम्पती, तौ दम्पती दीर्घकालं यावत् सुखेन, दीर्घकालं यावत्, दीर्घकालं यावत् इत्युक्ते बहुकालं. बहुकालं यावत् इत्युक्ते कालं, तत्र एकघण्टा यावत् अथवा दिन यावत्, दिनं यावत् एतत् तत्र एतत् कार्यं कृतवान्. तत्र कालस्य खण्डं सूचयति यावत् इति. दीर्घकालं यावत् इत्युक्ते बहुकालं, बहु दीर्घकालं सुखेन. केन सुखेन? गार्हस्थ्यम् इत्युक्ते गृहस्थः अस्ति, तस्य भावः, तस्य भावः तत्र सुन्दरं सौन्दर्यम् अथवा तत्र अथवा तस्य सम्बद्धपदमपि वक्तुं शक्नुमः गार्हस्थ्यम् इति गार्हस्थ्यम् अत्र महोदय किं भगिनि गृहस्थ गृहस्थ तु अहम् अवगतं तस्य तत्र प्रायशः सम्बद्ध तत्र प्रायशः सौन्दर्यम् इति न तत्र प्रायशः तत्र यथा तत्र दशरथः दाशरथी इति भवति तादृश अर्थे तत्र तत्र पुत्रः पुत्री इति तादृश सन्दर्भे अपि एतादृश प्रत्ययः आगच्छति तत्र मध्ये आकारः भवति किन्तु अत्र सम्बन्धः तत्र गृहस्थसम्बन्धविषये तत्र गार्हस्थ्यम् इति गृहस्थौ आसन् इति गृहस्थजीवनं गृहस्थजीवनं कीदृशं पदम् अस्ति महोदय तत्र अहं प्रत्ययं न स्मरामि भगिनि किन्तु तत्र किं तद्धितप्रत्यय तद्धितपदम् इति प्रायश वक्तुं शक्नुमः इति मन्ये किन्तु इदानीम् एतत् वयं न पठितवन्तः किन्तु प्रथमविभक्ति एकवचनरूपं किं महोदय गार्हस्थ प्रायशः तत् नपुंसकलिङ्गे एव अस्ति इति मन्ये भगिनि गार्हस्थ्यमेव गार्हस्थ्यमेव नपुंसकलिङ्गे अस्ति इति मन्ये एतादृशरूपं वयं गीतासोपाने द्वितीयभागे पश्यामः तत्र दशरथः दाशरथी अपि द्रुपदः द्रौपदी एतत् सर्वं कथं भवति इति द्वितीयभागे पश्यामः तत्र गृहस्थजीवनौ तु इति अपि द्विवचने अस्ति द्विवचने अस्ति गृहस्थजीवने बहुकालं दीर्घकालम् आचरितवन्तौ अतः तत्र सुवर्चला यं परिणेतुम् इष्टवती तमेव सः तं परिणीति तमेव प्राप्तवती यः अन्धः अस्ति आनन्दः अपि अस्ति तमेव सः तेन एव तस्याः विवाहः जातः इति द्वे अपि अन्धः आनन्दः सत्यं सत्यं भगिनि सत्यं इदानीं उषा भगिनि तत्र माम् अन्धाय आनन्दाय देहि इति वाक्यस्य समानार्थकवाक्यं किमस्ति आं महोदय क्लेशः अस्ति महोदय अन्धाय आनन्दाय इति गुणसम्पन्नवरेण सह परिणेतुम् इच्छति इति अहं तत् समीचीनमेव भगिनि किन्तु तत्र केवलं गुणसम्पन्नः न ज्ञानी यः ज्ञानी अस्ति केवलं गुणसम्पन्नः तदपि आवश्यकम् अपि ज्ञानमपि आवश्यकम् इति तत्र एषः महाप्राज्ञः अस्ति इति पूर्वम् उक्तं खलु तत्र श्वेतकेतुः महाप्राज्ञः अस्ति सः न्यायविशारदः ऋषिकुमारः अपि तादृशः योग्यः ऋषिकुमारः श्वेतकेतुः तेन सह सुवचलायाः विवाहः जातः अथवा इति अस्तु तर्हि समीचीनमस्ति अद्य कथामपि समापितवन्तः अग्रे अव्ययस्य विषये तत्र अभ्यासः भवति यथा तथा अपि यत्र तत्र एतत् सर्वं पश्यामः प्रयोगान् पश्यामः अस्तु तर्हि प्रश्नः अस्ति वा नो चेत् विरमाम तत्र अस्ति तत्र रघुवीरानन्दमहोदय नास्ति अस्ति रघुवीरानन्दमहोदय नमस्कारः तत्र अन्ते शान्तिमन्त्रं वक्तुम् इच्छति वा महोदय अस्मि महोदय अहम् अस्तु अस्तु अहमस्मि सदा भामि धन्यवादः महोदय अस्तु अन्तिमप्रश्नं वदामि वा वदतु महोदय ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिः शान्तिः शान्तिः हरिः ओम् श्रीगुरुभ्यो नमः. हरिः ओम्. नमस्कारः. धन्यवादः महोदय. धन्यवादः. धन्यवादः महोदय. नमस्कारः. धन्यवादः. नमस्कारः. नमस्कारः. धन्यवादः महोदय. नमस्कारः. नमस्कारः भगिनि. नमस्कारः भगिनि. अस्तु.